पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 222 नारद उवाच आकर्णय शिवे राजन्वर्णयामि तवाग्रदः पुण्यं यशस्यमायुष्यं काश्यामाहात्म्यमुत्तमम् इन्द्रप्रस्थतटस्थायां काश्यामेकस्तु पातपः शिंश पाख्यो भवेत् राजन् पुरा पुण्ययुगे कृते तत्रैको वायसोह्यासीत् कृतनीडो वनस्पदौ तस्याधस्तान् महासर्पं कोडरेव सदि स्मः एकदा तस्य काकस्य भार्याण्डद्वयमालये प्रतिमुच्य गदा क्वापि न नीडेष्वे समागदा स्वयमेव स काकस्तु पालयन्नण्डकद्वयं तामेव शिंशपामुच्चैरध्यतिष्ठन्महीपदे अथैकदा निषीधेदु महावाक्या समागदा अभन क्षिं शपां राजन्मूलादपि दृढादपि वात्यया पात्यमानाय शिंशपायास्तदातले चूर्णिदौ काकसर्पौ तौ गदप्राणौ बभूवधुः दिव्याङ्गास्ते त्रयो भूत्वा शिंशपा वायसादयः विमानत्रयमारूढा जग्मुश्रीपदिकेतनं शिबिरुवाच देवर्षे केन पुण्येन प्राप्ता तैर्मुक्तिदा पुरी आसंस्ते के त्रयपूर्वं सर्वं कथय नारद नारद उवाच कुरुजाङ्गलदेशीयो ब्राह्मणश्रवणाभिधः तस्य भार्या कुडा नाम भ्रादाभूच कुरण्डकः अस्नादभोक्ता नित्यं स कवलो मिष्टभुग्रहः श्रवणस्तेन दोषेण बभूव ग्रामवायसः कुरण्डकस्तु तद्भ्रादा नास्तिको भवदुल्बणः श्रुतिस्मृति पदोच्चेत्ता देवतानां च निन्दकः तेन तोषेण समृदो ह्यभवत्कालकुण्डली सा कुण्ठाश्रवणस्य स्त्री बभूवो भयदोषभाक् अध सास्तावरत्वं हि लब्ध्वासि दुभयाश्रया यदते कथितं भूप तद्वृत्तं पूर्वजन्मनि अध परं प्रवक्ष्यामि तेषां पुण्यं यतस्त्रयः प्रापुस्तेन पुरीं रम्यां काशीं वैश्वेश्वरीं नृप ग्रामान्तरादेकदातौ प्रत्यायादौ निजालयं कस्यचित् पथिकस्याथ कूपमग्नां पयस्विनीम् अवलोक्य तदुद्धारं चक्रतुस्तेन नोदिदौ ताभ्यां गदिदमाकर्ण्य कुण्डा साध्वित्य भाषद ते त्रयस्तेन पुण्येन मरणं प्राप्य दुर्लभम् इन्द्रप्रस्थतटस्थायां काश्यां वैकुण्ठमारुहन् इयं काशीमहेशस्य पुरी यद्यपि भूपदे तथाप्यस्यामृतं जन्तुर्वैकुण्ठे स्यात् सुखी हरेः ये दत्ते कथितं राजन् काश्यामाहात्म्यमुत्तमं किमन्यच्छ्रोतुमिच्छादे विद्यते तद्वदस्व मे शिबिरुवाच मुने त्वया महेशस्य क्षेत्रत्रयमुदीरितं काशी च शिवकाञ्ची च गोकर्णं च तथा परम् एकस्य महिमा प्रोक्तो त्वया काश्या महामुने गोकर्ण शिवकाञ्च्योश्च कथ्यतां यदि विद्यते। नारद उवाच गोकर्णं केवलं शैवं क्षेत्रं परमपावनं तस्मिन् मृदो नरो राजन् शिवस्यान्नात्र संशयः। स्थले जलेन्दरिक्षे च जन्तुस्तत्र म्रियेद चेद् तदा कैलासशिखरो शिवसम्भूय दीव्यदि। अत्र गोकर्णतीर्थे स्यान् मृतस्य न पुनर्भवः शिवेन स समं राजमुक्तिं यास्यदि कर्षिचिद्। अस्यापि तव माहात्म्यं गोकर्णस्य महामदे वर्णयामि यदा कर्णिमया ब्रह्ममुखात् प्रभो प्रयागादेकगव्यूतौ गुरुतीर्थसमीपगः मर्यादापर्वतो योऽयं दृश्यते पुण्यदर्शनः। तत्रैह कर्कडो नाम भिल्ल आसीत् सुदारुणः तस्य भार्या जरा नाम सा जघ्ने पदिपञ्चकं सा जरा विषसंयुक्तं षष्ठं कर्कटकं तदा अकरोन्मोदकं हन्तुं तदा तेन स्वसुश्रुतं निजायामुखदो राजन् भिल्लेन च महात्मना बालां तां हन्तुमारेभे कर्कडो भृशदारुणः। कङ्गपाण्यर्यदायादि तद्वधाय स भिल्लपः यावत्तावत्तु सा याज्ञात्वा निजवधोद्यमम् वनमभ्यद्रवद्भिदा निजप्राणपरीप्सया तामनुद्रवदा तेन कर्कटेन महीपते। अत्र गोकर्णतीर्थे तु गृहीता खङ्गपाणिना शिरश्चित्वा दुखङ्गेन पादयित्वा जले वपुः। तस्य गोकर्णतीर्थस्य निजस्थानमगाच्छ सः सा जरा तत्र गोकर्णे पापापि निधनं गदा। कैलासशिखरे राजन् पार्वत्या अभवत्सखी अहं कथितवाने तत्तव गोकर्णवैभवम् शिवकाञ्च्याश्च माहात्म्यं पवित्रं वर्णयामि ते। इन्द्रप्रस्थतटस्थायां शिवकाञ्च्यामपि प्रभो गदिस्सा परमापुंसां गोकर्णे या मयोदिदा। अत्र श्रीमन्महादेवो विष्णुं सर्वसुरेश्वरम् आराध्य भक्तराजत्वं लेभे ज्ञानं च तात्विकम्। अधः सर्वे वयं पुत्रा ब्रह्मणस्तं महेश्वरम् आराधयाम सततं सद्भक्तिज्ञानलिप्सया। अत्र बाणासुरो राजन्नारराध महेश्वरम् निराहारो वर्षशतं तद्गुणत्वबुभूषया तस्मै प्रसन्नो भगवान् गणत्वं दत्तवान् निजम्। स्वयं च सर्वदा तस्य पुरपालो बभूवः। इयं पुरी पुरा राजन्नासिद्विष्णोर्महात्मनः दत्ता शिवाय तुष्टेन त तपःसा तस्य विष्णुना अस्यामेकं पुरावृत्तं महदाश्चर्यकारकं विप्रस्य शिवभक्तस्य वैकुण्डाक्तिर्यथा भवद एकस्तु ब्राह्मणो राजन् हेरम्बो नाम धार्मिकः कायेन मनसा वाचा शिव पूजारतः सदा एकदा स महाभागशिवतीर्थानि पर्यटन् शिवभक्तशिवे राजन् शिव काञ्च्यामिहागदः येनां मनोहरां चैव न तत्याजस बुद्धिमान् पश्चात् तत्रैव तत्याज प्राणानस्या जलान्तरे तत्रैव श्रीमहादेवगणास्तं ब्राह्मणोत्तमं नीत्वा कैलासमचलं चेलुस्तदनु शासनाद अध मध्ये समायादा गणा वैकुण्ठतो हरेः तेभ्यो बलात् समादातुं तं द्विजश्रेष्ठमुद्यताः आसीतेषां महायुद्धं गणानां हरिसर्वयोः तत्र युद्धेन वैकेषां विजयो न पराजयः तत्र वैकुण्ठतो विष्णुरागतो गरुडासनः कैलासाद्वृषभारूढो महेशश्च त्रिलोकधृक तावन्योन्यं मुखं दृष्ट्वा विहस्य जगदीश्वरौ पश्यतस्ममहद्युद्धं नभस्येव गणैकृतम् अध स्वीयान् गणान् विष्णुशैवांश्च दिवि युद्धदः निवार्यतं द्विजं ताक्ष्यमारोप्यागाच्छिवालयं शिवेन तद्गणैश्चापि स्वकीयैरपि माधवः वृदो गच्छन् पदि श्रीमान् स्तुतस्त्रिदश वन्दिदः गत्वा विवेश तं चागं महादेवपुरःसरः तस्मै द्विजाय वैद्यस्य दर्शयन् रमणीयताम् अथ तस्मात्तु कैलासान् महादेवेन वन्दितः माधवः परया भक्रिया वैकुण्ठमगमत्तदा द्विजसोऽपि महाभागस्तीर्थस्यास्य प्रसादः गोविन्ददर्शनं प्राप्य मुमुदे हरसन्निधौ यदते कथितं राजन् शिव काञ्च्यास्तु वैभवं तीर्थसप्तकनाम्नस्तु शृणुष्व सुसमाहितः तीर्थमेदन्महाराज चतुर्वर्गफलप्रदं दर्शनात् स्पर्शनाध्यानास्मरणादपि भूपते वसिष्ठादिभिरेदस्मिन् महर्षिभिरनुष्ठितं महत्तपस्तु सृष्ट्यर्थं तत्रा संस्तुक्षमा नृप मरीचिरपि धर्मात्मा पुत्रार्थं स्नानमाचरन् अत्र लेभे महाभागकश्यपं सुतमुत्तमम् अत्रिरत्रापि तपसा तोषयद्देवपुङ्गवान् सोमं दुर्वासं दत्तं तेभ्यो लेभे सुदत्रयम् अङ्गिरा अपि धर्मात्मा तीर्थस्यास्य प्रसादतः लेभे सुदां स्तुतध्वंस्या जादा आङ्गिरसा द्विजाः कुलहोऽपि सुदं लेभे दम्भोलि गुणवत्तरं योगस्त्यो भूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनाद कुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धो तपस्यतः कुबेरो भून्महाभागो यः सखासी दुमापदेः क्रतोरपि सुधा जादा वालकिल्या सहस्रशः तीर्थस्यास्य प्रसादेन ते सर्वे ह्यूर्ध्वरेदसः रज आदिन् सुल्लेभे वसिष्ठोऽपि महातपः सप्तैव राजशार्दूलमहिमा तस्य वर्णितः अन्यान्यपि च तीर्थानि सन्ध्यनेकानि भूपते कपिलाश्रमकेदारप्रभासादीनि वै प्रभौ नियुतैरपि वर्षाणां तेषां च महिमा नृप अनं तेनापि नो वक्तुं शक्यते किमु मादृशैः सौभरिरुवाच एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिपुङ्गवः शिवं जगाम नभसो नारायणगुणान् गृणन् शिबिरौषी नरो राजा शक्रप्रस्थस्य वैभवं श्रुत्वा मुनिमुखाद्राजन् कृतार्थं स्वममन्यत तत्र स्नात्वा हि विधिवदिन्द्रप्रस्थे स भूपतिः विधाय सक्रिया सर्वा जगाम निजपत्तनम् इन्द्रप्रस्थस्य माहात्म्यमेदत्तव मया विभो यमुनातीरतीर्थस्य वर्णिदं जनपावनम् नास्यादरं करिष्यन्ति कलौ श्रद्धाविवर्जिताः इन्द्रप्रस्थस्य राजेन्द्र सर्वतीर्थशिरोमणेः अष्टादशपुराणानां श्रवणात् भारतस्य च यद्फलं तन्महिम्नस्य शक्रप्रस्थस्य जायते अरुणोदयवेलायां माखलक्षैकमज्जनाद यद्फलं तन्महिम्नोऽस्य श्रवणात् श्रद्धया भवेद श्रद्धयास्यतु माहात्म्यं यशृणोति महीपदे तर्पितास्तेन पितरो देवाश्च मुनयस्तथा कृत्रादिकृत्रपाराकचान्द्रायणव्रतादिभिः यद्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेद अश्वमेधादि यज्ञानां समस्थानां महीपदे यद्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणात् भवेद सूत उवाच एवं युधिष्ठिरो राजा श्रुत्वा शौनकसौभरेः इन्द्रप्रस्थस्य माहात्म्यं स ययौ हस्तिनं पुरम् तदो विनीय सद्भ्रातॄन् दुर्योधनपुरःसरान् इन्द्रप्रस्थमगात् पुण्यं राजसूय चिकीर्षया द्वारकाया समागम्य गोविन्दं कुलदैवतं राजसूयेन यज्ञेन स इयाज महीपतिः मुक्तिदं तीर्थमेदत्तु शपतोऽस्याप्यजायद इति मत्वा हरिस्तत्र शिशुपालं जखानः शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके शिशुपालो हदो यत्र विहितो यत्र चक्रदुः गदया तत्र भीमेन कृतं कुण्डं सुविस्तरं भीमकुण्डं तु विज्ञातं जातं तद्भुवि पावनं कालिन्द्या दक्षिणे भागे गव्योत्यर्थं महीतले इन्द्रप्रस्थगदाया यत्कालिन्द्या स्नानतः फलं तत्फलं तत्र कुण्डे तु जायते नात्र संशयः सूत उवाच यस्मिन् क्षेत्रे स्थितो जन्तुस्तं क्षेत्रमनुवत्सरं प्रदक्षिणादिभिर्धर्मैः स्वापराधान् क्षमापयतेत् प्रतिसंवत्सरं चैव परिक्रामदि यो नरः क्षेत्रापराधदोषैश्च न स लिप्येत्तु पादकैः प्रदक्षिणमकुर्वाणः क्षेत्रसिद्धिं न विन्दति तस्मात् प्रदक्षिणातीर्थे दातव्या च फलार्थिभिः हरेर्नाम निःसंजल्पन् प्रकरोति प्रदक्षिणां पदे पदे स लभते कपिलादानजं फलं चैत्रकृष्णचतुर्दश्यां शक्रप्रस्थप्रदक्षिणां यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते इति श्री पात्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये इन्द्रप्रस्थगदकाशीगोकर्णशिव काञ्चीतीर्थसप्तक भीमकुण्डवर्णनो नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ॐ